नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति पाठः, गतसप्ताहे तस्य आरम्भं पाठस्य आरम्भं कृतवन्तः. तत्र वयं तु सकारादिप्रत्यये परे सन्धिकार्याणि कानि इति किञ्चित् अवलोकितवन्तः. तत्र एव मध्ये एव स्थगितवन्तः पम्पुल् इत्यत्र, तस्मात् पुनः पठामः. अत्र यदा वयं पश्यामः तत्र कवर्गस्य सकारादिप्रत्यये परे सकारः इति खर्वर्णः इति कृत्वा प्रमुखतया तत्र च इत्यस्य कार्यं भवति. आदेशप्रत्ययोः करीच द्वयोः मध्ये कस्य कार्यं प्रथमं भवति इति पश्यामः चेत् सूत्रसङ्ख्यादृष्ट्या करीच क्षम्यताम् आदेशप्रत्ययोः इत्यस्य कार्यमेव प्रथमं भवति. यद्यपि तत्र किमपि तेन रूपपरिवर्तनं वा रूपस्य क्लेशः वा किमपि न भवति, तदापि तत्र सूत्रसङ्ख्या त्रिपादिसूत्रम् इति कृत्वा तु सूत्रसङ्ख्यादृष्ट्या सर्वत्र आदेशप्रत्ययोः इत्यस्य कार्यमेव प्रथमम्, अनन्तरमेव करिच. तद् किञ्चित् करपत्रे अपि नोट् कुर्वन्तु. करीच् आदेशप्रत्ययोः इति प्रथमम्, अनन्तरं खरीच इत्यस्य कार्यं. सर्वत्र यदा ककारः कवर्गः प्रथमं सकारः इति अनन्तरम् अस्ति चेत् कार्यं तादृशमेव भवति इति. अनन्तरं चवर्गस्य तु वयं दृष्टवन्तः तत्र चोः कुः जलीपदान्ते इति कृत्वा जलीपरे सकारः जल्वर्णः अस्ति इति कृत्वा चोः कुः इत्यस्य कार्यम्, अनन्तरम् आदेशप्रत्ययोः चोहोगुः 8-2-30 अस्ति, अतः तत्र चिन्ता मास्तु. आदेशप्रत्ययोः तु 8-3 एव, अतः तत्र सम्यक् एव अस्ति. यदा वयं पूर्वतन स्तम्भे एव तत्र किञ्चित् परिवर्तनम् आवश्यकम्. अनन्तरं यदा तुक्सहितचकारः अस्ति चेत् श्वोः षूडनुनासिके च इत्यस्य कार्यं प्रथमम्, अनन्तरं भ्रश्च भ्रश्च षडोः कहसि आदेशप्रत्ययोः. तत्तु तुक् सहितचकारः. तुक् रहितचकारः अस्ति चेत् चोः कुः इति सामान्यसूत्रस्य कार्यं, यथासङ्गं तत्र करीच वा आदेशप्रत्ययोः इत्यस्य कार्यमपि भवति. टवर्घः यदा चिन्तनं, तत्र टव टकारः प्रथमवर्णः सकारः परे, टकारान्तधातुः सकारादि प्रत्ययः अस्ति चेत् तत्र ष्टुनाष्टुः करीच. ष्टुनाष्टुः इत्यनेन मूर्धन्यस्य प्रभावेन तत्र टवर्गः आदेशः भवति, अनन्तरं करीच इत्यस्य कार्यम् इति दृष्टवन्तः. तत्र एकमेव तत्र विशिष्टसूत्रमस्ति षडोः कहसि, यत्र ढ महाप्राणढकारः अस्ति, अनन्तरं सकारादिप्रत्ययः अस्ति चेत् तत्र ककारादेशः षडोः कहसि इत्यनेन भवति. तत्तु तदपि 8-2 इति अस्ति, 8-3 आदेशप्रत्ययोः तस्य कार्यम् अनन्तरम् इति भवति. तत्र एव पम्पुल् आसीत् किल पवर्गस्य, अतः तत्र टकारः, अनन्तरं तकारादिप्रत्ययः अस्ति चेत् तत्र करीच. नकारादि नकारान्त धातुः अस्ति चेत् नश्चापदान्तस्य झलि. सकारः यै प्रत्याहारे नास्ति इति कृत्वा अनुस्वारस्य यै परसवर्णः न भवति, तदपि मनसि भवेत्. यै प्रत्याहारे अस्ति चेदेव तस्य प्रसक्तिः, यै प्रत्याहारे सकारः नास्ति. यद्यपि अत्र उदाहरणं तु सि इति प्रत्ययस्य परे एव दत्तमस्ति, परन्तु तत्र यदा वयं प्रथमपाठे दृष्टवन्तः अपृक्तसंज्ञकः सकारः तकारः अस्ति चेत् तस्य लोपः भवति. हल्न्याभ्यो दीर्घासुतिस्य प्रत्तं हल् इत्यनेन सकारस्य लोपः, पदसंज्ञा जातः. अनन्तरं यदा संयोगः अस्ति चेत् तत्र कार्यं तत्सर्वमपि मनसि भवेत्. अत्र तु यानि उदाहरणानि प्रदर्शितानि सर्वाणि तु सकारादिप्रत्ययः परः अस्ति चेत्, तत्र लङ्लकारस्य विषयः तत्र न दत्तानि, परन्तु तदपि मनसि भवेत्, तदपि सकारादिप्रत्ययः एव, अतः तत्रापि कार्यं भवति एव, परन्तु अत्र न प्रदर्शितम्. अस्तु, इदानीम् अस्माकं पवर्गस्य तत्र एव वयं सामान्यतया तु खरीच इत्यस्य कार्यं, तत्र विशिष्टकार्यम् अस्ति इति कृत्वा तस्मिन् विषये किञ्चित् पश्यामः. लकारः किल, ल योगः स, तत्र आदेशप्रत्ययोः इत्यनेन पम्पुल्योगः सि पम्पुल्षि इति भवति इति आसीत्. तत्र प्रश्नः कः इत्युक्ते पम्पुल् योगः सि सि इति सिप् प्रत्ययः, पित्वात् उपदायां लघु इक् वर्णः अस्ति इति कृत्वा तत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति किल. तत्र किमर्थं पम्पुल् पम्पोल्षि इति रूपं न अभवत्, पम्पुल्षि इति किमर्थम् अभवत् इति प्रश्नः आगतः. तत्र प्रश्नस्य उत्तरम् आसीत् तत् तत्र यङ्लुवन्तधातुः अस्ति, तत्र विशिष्टसूत्राणि सन्ति येन उत् इति आदेशः भवति. उत् इति यद् आदेशः अस्ति तत्र तपरकरणं तपरकरणम् अस्ति, यत् तपरकरणेन गुणस्य बाधा भवति इति, तपरकरणसामर्थ्यात् गुणस्य बाधा भवति, अतः पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति. तत्र उकारः तादृशमेव तिष्ठति. पाणिनिना किमर्थं तपरकरणं कृतं, तत्र उ इत्येव सूत्रे वदति चेत् तत्र अनन्तरं तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं तु भवति एव इति चिन्तनं, तादृशचिन्तनमस्ति. तत्र पाणिनिना किमर्थं तपरकरणं कृतम् इत्युक्ते तत्र पुगन्तलघुपदस्य च इत्यनेन उपदायां यद् गुणः भवति स्म तद् मा भवतु इति कारणेन एव सः तत्र तपरकरणं कृतवान् इति प्रश्नस्य उत्तरं. तत्तु प्रथमभागः. इदानीं तत्र द्वितीयभागः अपि अस्ति. इदानीं तपरकरणसामर्थ्यात् गुणः तु बाधितः. अनन्तरम् अन्यत् तत्र धातुद्वयमेव विशिष्टसूत्रम् इति कृत्वा चरपलोश्च इति धातुद्वयमेव चर् फल्. अनन्तरं यदा वयं चर् इति धातुः स्वीकुर्मः तत्र तु दीर्घादेशः भवति. यदा गुणस्य बाधा भवति किमर्थं दीर्घः एव भवति, दीर्घस्य अपि बाधा भवति वा तपरकरणेन इति प्रश्नः आगतः. तत्र तादृशं न भवति. किमर्थम् इत्युक्ते हलीच इति सूत्रं त्रिपाध्याम् अस्ति. तत् यत् सूत्रं वयम् इदानीं दृष्टवन्तः येन उत् इति आदेशः भवति तत्तु सपादसप्ताध्याय्याम् अस्ति. सपादसप्ताध्यायी सूत्रं कृत्वा एव त्रिपाध्यां प्रति वयम् आगच्छामः. अतः तत्र सूत्रसङ्ख्या दृष्ट्या तत् कार्यं तु भवति एव. हलीच इत्यस्य कोऽपि बाधा नास्ति, केवलं उपधावर्णस्य लघु वर्णस्य गुण आदे गुणस्य एव बाधा भवति. एतदेव अत्र लिखितमस्ति, एकवारं पठामः. तत्र प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. अस्तु महोदय, भवान् एव पठति वा? कुतः भगिनि तत्र तद् वयं प्रथम पम्पुल् योगः अन्ते अस्ति ततः पठन् अस्ति पम्पुल् योग सि पम्पुल् षि. अत्र प्रश्नः उदेति किमर्थं गुणः न स्यात्. अस्य अवगमनार्थं यङ्लुगन्तधातुः पम्पुल् कथं निष्पद्यते इति बोध्यं. फल् फल् इति अस्ति, फल् फल्, अनन्तरं तत्र चर्चैतन्येन पफल् पम्फल् इति यङ्लुगन्तधातुः अस्ति. पम्फल् इति अत्र नुमागमः भवति वा? अत्र चरफलोश्च इति इत्यनेन अभ्यासस्य नुक् आगमः. तदा उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्वकारस्य स्थाने उत् आदेशः. एताभ्यां सूत्राभ्यां पम्फुल् इति यङ्लुगन्तधातुः भवति. अत् उत् आदेशस्य तपरसामर्थ्यात् गुणः महोदयस्य गृहे किमपि ध्वनिः. क्षम्यतां भगिनि. आम् एताभ्यां सूत्राभ्यां पम्फुल् इति यङ्लुगन्तधातुः भवति. उत् आदेशस्य तपरसामर्थ्यात् गुणः न भवति. यदि गुणः इष्यते स्म ई ऊ इत्यस्य कथनेन पर्याप्तमासीत्, तदा गुणः अभविष्यत्. गुणकारस्य निवारणार्थं तत्परकरणं कृतं. भाव्यमानः अपि उकारः सवर्णान् न गृह्णाति इति परिभाषा. विधीयमानः यः अण्वर्णः तस्य सवर्णग्रहणं न भवति. अन्यश्च तपरशास्त्रम् अन्तरङ्गं, गुणशास्त्रं गुणकार्यं बहिरङ्गं, तस्मात् गुणकार्यम् अत्र असिद्धम् इति अस्ति. चरफलोश्च इत्यनेन अभ्यासस्य नूकागमः भवति. तदा उत्तुपरस्य आतः इत्यनेन अरस्व अकारस्थने उत् आदेशः इति अस्ति. अपि च इदानीं गुणस्य कृते यत् यत् सूत्रमस्ति, यत् बहिरङ्गसूत्रमस्ति, परन्तु तपरशास्त्रमन्तरङ्ग उत् उत्परस्यातः इति अन्तरङ्गसूत्रमस्ति, अतः असिद्धत्वात् तत्र गुणः न भवति इति अस्ति. अरे समीचीनं. तपरकरणसामर्थ्यात् तत्र गुणः बाधितः. किमपि कारणं भवतु इत्यनेन एव पाणिनिना तत्र उत् इति स्थापितम्. अतः तत्र सः तु गुणः न इष्यते तत्र, अतः एव सः उत् इति स्थापितवान्. अतः तत्र गुणकार्यस्य निवारणं भवति, तत्तु न भवति एव. किमर्थमिति तत् सामान्यतः अणुसवर्णस्य प्रत्यनेन विधीयमानः अण् न सवर्णग्रहणं न करोति, अतः उत् किमर्थम् इति. ऊ इति वदामश्चेदपि उत् भवति एव खलु, उकारः तत् सवर्णग्रहणं न भवति, परन्तु सः सः तु तत्र स्पष्टतया आमाम् एकवर्णम् अधिकम् उपयोगं कृतवान् किमर्थमिति तत् आम् तपरकरणेन तत्र स्पष्टतया उक्तवान् किमपि तत्र सवर्णग्रहणं मा भूत् इति एव. चरफलोश्च सूत्रं पठतु महोदय. चरफलोश्च चर् फल् इत्यनयोः धातोः अभ्यासस्य नूकागमः भवति. यङि यङि यङ्लुकि च इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं च चर् इति वा चर् चर् चर् चर् फल् इत्यनयोः उत्परस्यातः इत्यनेन अभ्यास उत्तर अतः उत्त्वं स्यात्. चरश्च फल् च तयोः तयोः इतरेतरद्वन्द्व चरफलौ तयोः चरफलौ चरफलोः षष्ट्यन्तं च अव्ययपदं च अव्ययं द्विपदमिदं सूत्रम्. अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः. गुणो यङ्लुको यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः. नुगतोऽनुनासिकान्तस्य इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य इति सूत्रमस्ति. चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः अस्तु. यङ्लुकि यङ्लुकि चर् अपि च फल् इति इत्यनयोः धातोः अभ्यासस्य नुकागम नुकागमः भवति इति अस्ति. अतः फल् अभ्यासस्य एव फल् इति भवति. समीचीनं. चर् फल् इति अतः तत्र इति अनयोः धातोः विषये एव अभ्यासस्य नुक् इति आगमः भवति. तत्र पूर्वमपि एकं सूत्रमस्ति, तत्रापि नुक् आगमः एव भवति. तत्र एव पाणिनिना एतद् धातुद्वयमपि किमर्थं न स्थापितवान् इति प्रश्ने सति, तत्र उत्परस्य अतः इत्यत्र अनुवृत्तिरूपेण तद् चर् पल् धातुद्वयम् आवश्यकम् इति कृत्वा लाघवार्थं तत्र पृथक्तया एकं सूत्रं निर्माणं कृतवान्. तदेव मुख्यविषयः अस्ति. नुक् आगमः भिन्नभिन्नसूत्रेण भवति, यङ् यङ् लुकि च, परन्तु चरपलोश्च उत्परस्य अतः इत्यत्र अनुवृत्तिरूपेण आवश्यकम् इति कृत्वा तत्र स्थापितवान्. अतः नुक् आगमः भवति. धन्यवादः महोदय. विजया भगिनी उत्परस्य अतः पठति वा? आं भगिनि, उत्परस्य चर् पल् इत्यनयोः धातोः अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशः भवति. यङि यङ्लुकि च उत् प्रथमान्तं, परस्य षष्ट्यन्तम्, अतः षष्ट्यन्तं त्रिपदमिदम्, अतः षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अत्र लोपोभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य विभक्तिपरिमाणं कृत्वा अभ्यासात् इति अनिवृत्तिः. चरपलोश्च इत्यस्मात् चरपलोः इत्यस्य अनुवृत्तिः. गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. चरपलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः. तत्र चर् पल् एतत् धातोः परस्य ह्रस्व आकारस्य स्थाने उत् आदेशः भवति. यदा परे यङ् लुकि अस्ति, यङ् यङ् लुकि अस्ति चेत् तत्र तदेव आम् किमपि नास्ति. अनुवृत्तिसहितसूत्रं चरपलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ् लुकोः आगच्छति. परन्तु अत्र चर् इत्युक्ते चर् चर् चचर् चञ्चर् चञ्चूर् इति यङ् लुगन्तधातुः भवति. चञ्चूर् योगः ति हलि इति सूत्रेण, हलि इति सूत्रेण चञ्चूर् इति उपधा दीर्घं भवति खलु भगिनि? न न, हलि इत्यनेन हलीच इत्यनेन चञ्चूर्ति इति भवति. आम्, तत्तु सत्यं. तद् पश्यामः एकनिमिषं. तस्मात् पूर्वं तत्र नुक् आगमः तु चरपलोश्च इत्यनेन भवति. चर्चर् रेपस्य हलादिशेषः इत्यनेन लोपः. अनन्तरं नुक् आगमः अनन्तरं एतद् उत्परस्य अतः इत्यनेन उत्त्वम् तदपि आगच्छति. अतः स्थाने उत् अतः एव चञ्चर् इत्यत्र चञ्चूर् इति यङ् लुगन्तधातुः इदानीम्. अनन्तरमेव यदा भवती उक्तवती तत्र दीर्घत्वं चञ्चूर् योगः अति तत्र हलीच इत्यनेन चञ्चूर्ति इति रूपम् आगच्छति. तत्र एव प्रश्नः पुनः, चञ्चूर्ति इति आगच्छति, तत्र प्रथमं तु पुगन्तलघुपदस्य च इत्यनेन तु बाधितं भवति उत्परस्य अतः तपरकरणेन गुणः बाधितः. इदानीं किमर्थं दीर्घत्वं न निवारितम् इति प्रश्नः. हलीच पठतु भगिनि. हलीच रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलीपरे. येन विधि तदन्तस्य इत्यनेन तदन्तविधिः, अतः ओहो ओरु ओर्हो इत्यनेन येषां धातूनाम् अन्ते रेपः वकारः च तेषां ग्रहणं. हलि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. ओरुपदायाः दीर्घः युकः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् ओर्हो धातोः उपधाय एकः दीर्घः भवति. अत्रापि किमपि नास्ति, रेपान्तवकारान्तधातूनाम् अस्ति चेत् तत्र उपधायां स्थितः इक् वर्णः दीर्घः भवति इति. हलीपरे अस्ति चेत् एव. अतः तत्र अनन्तरम् अनुवृत्तिसहितसूत्रम् ओरुः धातोः उपधायः इक् वर्णः अस्ति चेत् तत्र दीर्घः भवति इति हलीच इति सूत्रं वदति. अतः चञ्चुर्योगः ति इत्यत्र हलीच इत्यस्य प्रसक्तिः किमर्थम् किमर्थं रेपान्तानाम् अनन्तरं वकारान्तानां धातूनाम् उपादायः एतत् ईक् वर्णः स्थितः चेत् तत्र दीर्घः भवति इति तत्र दत्तं समीचीनम् टी इति तकारः हल् वर्णः उपादायां इक् वर्णः अस्ति रेपान्तधातुः अस्ति अतः उपधावर्णस्य दीर्घः भवति हलि च इति सूत्रेण. धन्यवादः भगिनी. अरुणा भगिनी पठति वा? आं भगिनि, प्रश्नम् अस्ति यत् तपकरणस्य सामर्थ्यात् यया रीत्या गुणः निवारितः किमर्थं न एवम् एव चञ्चुर्युगति इति स्थितौ हलिच इत्यनेन यः दीर्घादेशः प्रसक्तः सोऽपि निवारितो भवेत् किल? अत्र किन्तु पूर्वत्र सिद्धम् इत्यनेन उत्परस्यातः इत्यस्य दृष्ट्या हलिच इत्यस्य अस्तित्वं नास्ति, अतः उत्परस्यातः इति सूत्रद्वारा यत् तपकरणस्य सामर्थ्यं तद्द्वारा बाधा न सम्भवति. किमर्थमिति चेत् उच्यते, वदामि भगिनि एव पठितं पठ अत्र प्रश्न अस्ति. तप्रकरणसामर्थ्यात् हलिचसूत्रं गुणः निवारितः भवति, तदेव क्षम्यता, तप्रकरणसामर्थ्यात् चर्पलोश्च इति सूत्रेण दुःखागम भवति, तदनन्तरम् उत्परस्यातः इति सूत्रेण उत् आगच्छति अकारस्थाने. किमर्थं सादृशं कार्यं न भवति हलिच इति सूत्रविषये चञ्चुर्योगति इति स्थितौ हलिच इत्यनेन दीर्घः प्रसक्तिः अस्ति, तद् किमर्थं न बाधितम् इति प्रश्नः अस्ति. तदर्थम् उत्तरमस्ति पूर्वत्र सिद्धम् इति कारणात् उत्परस्यातः दृष्ट्वा हलिच अस्तित्वं नास्ति, ततः कार्यं भवति, बाधः न भवति. सूत्रसङ्ख्या दृष्ट्या यदा वयं पश्यामः उत्परस्यातः इति सपादसप्ताध्यायमस्ति, हलीच इति त्रिपादीसूत्रं. यदा उत्परस्य अतः कार्यम् अभवत् अनन्तरं हलीच आगत्य कार्यं यद् कार्यं करोति तद् उत्परस्य अतः न पश्यति, तद् एक वन् वे इति वदामः किल, एकमेव उत्परस्य अतः अनन्तरं हलीच, पुनः वयं सपादसप्ताध्यायं प्रति न आगन्तुं शक्नुमः. अतः यद् दीर्घत्वं हलीच इत्यनेन कृतं तद् उत्परस्य अतः तु न पश्यति एव. किमर्थमिति चेत् उच्यते पूर्वतासिद्धम् इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं, शास्त्रसिद्धं कार्यसिद्धं च. शास्त्रसिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं, तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम् असिद्धम्, अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातम् इति चेत् तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धं. नाम यद्यपि कार्यं जातं तदपि न दृश्यते पूर्वसूत्रेण. अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते. अनावगतं, यतोहि द्वयोः प्रसक्ति युगपत् नास्ति, अपि च यस्य उत्परस्यातः इत्यस्य कार्यं जातः तत्सूत्रं तु हलिचा प्रतिपूर्वसूत्रं न तु परसूत्रं, तर्हि न शास्त्रसिद्धं न वा कार्यसिद्धं। न अवगतं भगिनि, सहायं करोतु। न यदा अहम् उक्तवती तदेव पुनः महोदयस्य शैल्यां सह लिखितवान्, तद् पुनः पठतु भगिनि, किमपि न। अत्र शास्त्रसिद्धं कार्यसिद्धम् इति द्वयं कारद्वयमस्ति। शास्त्रसिद्धम् इति चेत् यत्र सूत्रद्वयं युगपत् प्रसक्तमस्ति, पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम् असिद्धम्। हलिच इति त्रिपादिसूत्रं, तत् उत्परस्य कार्यं न पश्यति। आं भगिनि, तदेव न? आम् आम् तद् परन्तु तद् किं लिखितम् इत्युक्ते युगपत् तस्य प्रसक्तिः, सूत्रद्वयस्य प्रसक्तिः युगपत् अस्ति चेत् पूर्वसूत्रं प्रति त्रिपाद्यां स्थितपरसूत्रम् असिद्धम्। अत्र तु युगपत् कार्यं न भवति, उत्परस्य अतः इत्यनेन उत्वं भवति, उत्वम् इति कारणेन हलीच इत्यस्य कार्यं, युगपत् कार्यं तु न भवति। युगपत् इत्युक्ते समानसमये, तादृशं तु न अस्ति किल अत्र। प्रथमम् उत् आगच्छति, तद् तदनन्तरमेव सूत्रं कार्यं करोति। आम् आम् यद्यपि कार्यं जातं तथापि न दृश्यते पूर्वसूत्रेण। अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न संयुज्यते। सङ्गच्छति इत्युक्ते यदा कार्यसिद्धमपि नास्ति शास्त्रसिद्धमपि नास्ति, अत्र प्रकृतस्थितिः इत्युक्ते उत्परस्य अतः हली च, द्वयोः मध्ये तु बलाबलस्य चिन्तनम् इति किमपि नास्ति। उत्परस्य अतः इत्यनेन उत् आगच्छति, तत् कार्यम् अभवत्, हली च अनन्तरम् उत् पश्यति, तस्य दीर्घत्वं करोति। उत्परस्य अतः न एव जानाति हलीच इत्यनेन किं कार्यं कृतम् इति, तस्य कार्यं तु जातं तावदेव। अतः समानसमये अपि आगच्छति कार्य, यद् कार्यं तेन किमपि बाधा अपि न भवति, अतः तत्र कार्यसिद्धमपि नास्ति शास्त्रसिद्धमपि नास्ति। तत्र यदा यद्यपि वयं पूर्वत्र सिद्धम् इति वदामः, तत्र शास्त्रसिद्धं वा कार्यसिद्धम् इति किमपि नास्ति अस्मिन् प्रसङ्गे, किमपि नास्ति इत्येव वदति। अवगतं वा एतत्? समीचीनम्। अतः तत्र शास्त्रसिद्धं वा कार्यसिद्धम् इति किमपि नास्ति। उत्परस्य अतः इत्यस्य कार्यं जातम्, अनन्तरम् अली च इत्यस्य कार्यम् अवसरः अस्ति इत्येव। अस्तु भगिनि, धन्यवादः। धन्यवादः श्रीवल्ली भगिनि। अन्तिमपरिच्छेदः। आं भगिनि, किन्तु वस्तुतः तु भाष्यकारेण उच्यते यत् पूर्वत्र असिद्धम् इत्यस्य एकविधम् एव कार्यं वर्तते, द्वैविध्यमिव विभजनं न करणीयम्। यत्र कुत्रापि द्वयोः सूत्रयोः मध्ये एकं सूत्रं त्रिपाद्यां, तत्र पूर्वत्र असिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति। द्विविधमेव द्विविधमेव इति वदामः चेत् समस्या भवति, यथा अत्र। अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्र असिद्धम् इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्ति अवश्यम्। किन्तु अन्ततः गत्वा यदा द्विविधं कार्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च दैविध्यं त्यक्त्वा इतोपि विशालबोधः आपनीयः। यथा अत्र पूर्वत्र असिद्धम् इत्यनेन हलिच इत्यस्य अस्तित्वं नास्ति उत्परस्य अतः इत्यस्य दृष्ट्या, अतः उत्परस्य अतः हलिच इत्यस्य कार्यं बाधितुं न शक्नोति। तदर्थं हलिच कार्यं करोति, रूपं भवति चञ्चूति। महाभाष्यकारेण उच्यते इति, पूर्वत्र असिद्धम् इत्यस्य एकविधमेव कार्यं वर्तते, विभजनं न करणीयम् इति। यत्र कुत्रापि द्वयोः सूत्रयोः मध्ये एकसूत्रं त्रिपाद्याम् अस्ति अस्ति इति तत्र पूर्वत्र असिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति. ओहो, द्वयोः सूत्रयोः एकं सूत्रं त्रिपाद्याम् अत्र पूर्वत्र असिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति. द्विविधमेव द्विविधमेव इति एकमेव द्विविधं तत्र सम्यक् भगिनि, अन्य प्रायः द्वितीय द्विविधम् इति मुद्रणदोषः टङ्कनदोषः इति वदामः इति वदामश्चेत् समस्या यथा अत्र उत्परस्य अतः हलिच इति विषये अत्र सादृशं समस्या भवति द्विविधमेव इति वदामः चेत्. अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्र असिद्धम् इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्ति अवश्यम् भगिनि. तत्र यदा वयं पूर्वं तत्र बलाबलचिन्तनम् इति एकं पाठम् आसीत् किल, तत्र आरम्भे वयं पठितवन्तः किल, तत्र वयं यदा पूर्वत्र असिद्धं पठितवन्तः तत्र वयं कार्यसिद्धं शास्त्रसिद्धम् इति पठितवन्तः. शास्त्रसिद्धम् इत्युक्ते सूत्रस्य असिद्धत्वं युगपत् तत्र प्रसक्तिः अस्ति चेत् पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् इति शास्त्रसिद्धं. कार्य असिद्धम् अस्ति चेत् तत्र यद् कार्यं कृतं परसूत्रेण वा पूर्वसूत्रेण तद् अन्यत् सूत्रं न पश्यति, कार्यमेव असिद्धम् इति कारणेन तद् आगत्य कार्यं करोति इति द्विविधम् अस्ति इति वयं तत्र पठितवन्तः प्रथमस्थले. सुखबोधार्थं, बालाय सुखबोधार्थं तत्र सुलभं भवति इति अवगन्तुं. परन्तु इदानीं सः किं वदति इत्युक्ते भाष्यकारः तादृशं किमपि नास्ति. पूर्वत्र असिद्धम् इत्युक्ते एकः एव चिन्तनं, तत्र द्वैविध्यम् अस्ति इति वदामः चेत् भ्रमः एव भवति. हलीच इत्यनेन यत् कार्यं कृतं तद् उत्परस्य अतः पश्यति वा, तत्र तु तपरकरणं कृतम् इति तादृश भ्रमः भवति इति सः वदति. तत्र किमपि तादृशं नास्ति, एकमेव तत्र चिन्तनं भवेत् येन सौलभ्यं भवति भवति. तत्र सूत्रसङ्ख्यादृष्ट्या सपादसप्ताध्याय्याम् एकं सूत्रं कार्यं करोति चेत् अनन्तरं त्रिपादीसूत्रम् आगत्य तत्र कार्यं करोति. तावदेव तत्र किं वदामः लैन् मध्ये यदा आगच्छति क्रमेण आगच्छति तावदेव. तत्र पुनः तद् पश्यति वा न वा, तद् किमर्थं बाधा न प्राकरोति इत्युक्ते तत्तु न जानाति एव तद् हलीच इत्यस्य कार्यं किम् इति, कथं तद् बाधा कर्तुं शक्नोति, तत्तु न करोति एव. मम कार्यम् अभवत् इति सः तूष्णीं तिष्ठति तावदेव. तत्र किमपि अन्यत् किमपि नास्ति. तत्र यदा अस्माकं वर्गे पूर्वम् एतत् सर्वं चर्चा किमर्थम् अत्र स्थापितम् इति अहं वदामि. अस्माकं वर्गे यदा पूर्वम् आसीत् तत्र मध्ये नूतनछात्राः आगतवन्तः, तत्र स्पष्टता नास्ति. अष्टाध्यायसूत्राणां बलाबलम् इति चिन्तनस्य स्पष्टता नास्ति, अतः तत्र पुनः पुनः एतदेव प्रश्नः आगच्छति, हली च कार्यसिद्धं वा शास्त्रसिद्धं वा इति. यदा वयम् अस्माकं वर्गे इदानीं यदा अस्माकं 2019 वर्गः प्रचलति तत्र तु वयम् अष्टाध्यायं सूत्राणां बलाबलं सर्वं किञ्चित् चिन्तनं कृत्वा पठित्वा आगतवन्तः. अतः अत्र अस्माकं कृते अहं चिन्तयामि स्पष्टता अस्ति इति. आं वदतु महोदय, क्षम्यताम्. अत्र कविः अत्र इति अत्र कविरत्र रोर् इत्यनेन कवी अत्र इति भवति डर्लोपि दीर्घस्य पूर्वणः इत्यनेन कवी अत्र इति. अनन्तरं यण्सन्धि किमर्थं न भवति इति तदा वयं पठितवन्तः तत्र कार्य असिद्धं भवति इति पठितं. यण्सन्धि न भवति, कव्यत्र इति न भवति, किमर्थम् इति पश्यति तद् यद् जातं यज्जातं कार्यम् असिद्धम् इति दृष्टवन्तः. सत्यं तादृशचिन्तनं नावश्यकम् इति इदानीं तु वयं किञ्चित् न तादृशचिन्तनं न, तद् एकं मतं तावदेव. यदा वयं लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः कुर्मः तत्र अनन्तरं किमर्थं यन्सन्धिः किमर्थं न आगच्छति इति, तत्रापि कार्य असिद्धं. तद् पूर्वत्र असिद्धम् इत्यस्य एकः भागः. सः न सः किं वदति इत्युक्ते कार्यसिद्धं शास्त्रसिद्धम् इति पृथक्तया चिन्तनं मा करोतु. पूर्वत्र असिद्धम् इत्यनेन क्रमेण एव त्रिपाद्यां सूत्राणि प्रवर्तते तावदेव. तत्तु वयं जानीमः एव किल, सङ्ख्या सूत्रसङ्ख्या क्रमेण एव त्रिपाद्यां सूत्राणि प्रवर्तते. तत्र वयं पुनः किमर्थम् उत्परस्य अतः विषये किमर्थं बेक्वर्ड् वयं न आगच्छामः. यत्किमपि अन्यकार्यं त्रिपाध्या सपादसप्ताध्याय्याम् अस्ति, हलि च इदानीम् अभवत्, इदानीम् अन्यत् किमपि सूत्रस्य आवश्यकता अस्ति चेदेव वयं तादृशं चिन्तनं कुर्मः किल. इत्येव मम चिन्तनं. स्पष्टम् अस्ति इत्येव मन्ये. किमपि अन्यत् किमपि नास्ति तत्र तपरकरणेन. दीर्घत्वं किमर्थं न बाधितं तावदेव प्रश्नः. तत्र न बाधितं, तत्तु सूत्रसङ्ख्यादृष्ट्या पूर्वत्र सिद्धम् इत्यनेन क्रमेण गच्छति, अतः तत्र न बाधितं तावदेव. परन्तु तपरकरणेन गुणः तु अवश्यं बाधितम्. तदपि तत्र क्लेशः किमपि नास्ति. किमर्थम् इत्युक्ते पम्पुल् क्षम्यतां फल् चर् धातोः विषये एव, अन्यत् किमपि कुत्रापि नास्ति इदानीं पर्यन्तम्. अग्रे आगच्छति वा न जाने. इदानीं पर्यन्तम् अन्यत्र कुत्रापि नास्ति. अनन्तरं यं यं लुकि प्रसङ्गे एव. अस्तु, अस्माकं पाठः वयं पुनः गच्छामः. अतः यकारान्तधातुः कृतवन्तः किल, पम्पुल्योगः अपि तत्तु अभवत्. अनन्तरं किमस्ति पश्यामः. वकारः एव आं भवती एव पठतु भगिनी. अहं वकारः योगः सकारः वकारस्य लोपः भवति इति लोपो व्योर्वलि इति सूत्रेण अत्र अवसरः नास्ति इति. अवसरः नास्ति इत्युक्ते वकारान्तधातुः सकारादिप्रत्यये इति किमपि नास्ति इति. नास्ति इति ओ आं. शकारयोगः सकारः अत्र शकारस्य स्थाने ककारः भवति. ककारः योगः शकारः शकारस्य प्रश्चादिना शः तस्य व्रश्च भ्रश्च सृज यज भृज यजादीनां तस्य ककारादेशः भवति. षकारस्य स्थाने ककारादेशः भवति. षडोः कः सि इति सूत्रेण अनन्तरम् आदेशप्रत्ययोः इति प्रत्ययसकारस्य स्थाने मूर्धनषकारः आदेशः भवति इति ककारः योगः षकारः क्ष इति भवति. क्रोश् योगः स्यति प्रथमं व्रश्च भ्रश्च इति सूत्रेण क्रोश् इति भवति. क्रोश् योगः स्यति षडोः कः सि इत्यनेन षकारस्य स्थाने ककारः भवति. क्रोक् योगः स्यति अनन्तरम् आदेशप्रत्ययोः इत्यनेन क्रोक् योगः क्ष्यति स्वरूपं भवति क्रोक्ष्यति. अनन्तरं तत्र वकारादिप्रत्ययः क्षम्यतां वकारादिधातुः वकारान्तधातुः तोतुर्व् अस्ति किल. तोतुर्व् तत्र वयं पाठे अपि दृष्टवन्तः. तोतुर्वियोगः सि तत्र वदतु भगिनि किं भवति इति. तोतुर्वियोगः सि संयोग तत्र वकारस्य लोपः अतः एव अवसरः नास्ति इति वदन्ति. राल्लोपः इत्यनेन वकारस्य लोपः तोतुर्योगः सि, अनन्तरम् उकारः रेप अत्र तु अस्माकं पुगन्तलघुपदस्य च तोतोर्योगः सि, अनन्तरं किं भवति तोतोर्योगः सि आदेशप्रत्ययोः अतः अवसरः नास्ति तदेव धातुः तु अस्ति अवसर लोपो व्योर्वलि इत्यस्य अवसरः नास्ति राल्लोपः इत्यनेन बाधितं भवति लोपो व्योर्वलि सूत्रसङ्ख्या का 6166 राल्लोपः इति अङ्गकार्यं तस्य एव कार्यं भवति लोपो व्योर्वलि इति वर्णनिमित्तं कार्यं भगिनि अत्र कुत्रापि अहं तत्र सूत्राणां बलाबलं मध्ये अन्तरङ्गमस्ति चेत् तद् भवति वा तत्र अन्तरङ्गकार्यमस्ति चेत् तत् अङ्गकार्यमस्ति चेदपि तत् कोऽपि अन्यकार्यमस्ति इदानीं सन्धिकार्यमस्ति एकमस्ति अन्यदस्ति अङ्गकार्यम् अङ्गकार्यं बहिरङ्गमस्ति सन्धिकार्यम् अन्तरङ्गमस्ति चेत् अन्तरङ्गस्य एव बलवत्तं भवति इति इति वर्णादङ्गम् एव बलीयः न भवति तत्रैव पुनः वा पुनः सूत्राणां बलाबलम् इत्यस्मिन् अहं पठितवान् तत्र पाठयन् अस्मि मम भ्रमः आसीत् तत्र सूत्राणां तत्र यणसन्धिः अभवत् एतत् अङ्गकार्यमिति कृत्वा सोरि अन्तरङ्गमिति कृत्वा यणसन्धिः अभवत् तत्र आसीत् एतत् बहिरङ्गमस्ति इति तस्य पुगन्तलघुपदः इति सूत्रस्य शास्त्रं बहिरङ्गशास्त्रमिति कृत्वा यणसन्धिः अभवत् अतः सूत्रं द्वयं किम् इति अहं चिन्तयित्वा यणसन्धिः षष्ठाध्याये अस्ति इको एनजि पुगन्तवजि सप्तमध्याये अस्ति परन्तु भवति कुत्र स्योगना इत्यत्र स्योन इति भवति खलु पदसिद्धिः तत्र स्यु इति अस्ति अत्र सि उ इति अस्ति तत्र सि उ योग न इति अस्ति इदानीं तु पुगन्तसूत्रस्य प्रसक्तिः अस्ति सि उ न इदानीं न इति पुगन्तरघुवचित् सूत्रेण तत्र न इति अर्धप्रत्ययः अस्ति अतः सि उ इति आसीत् तत्र इकारस्य गुणः भवति इति आसीत् गुणः भवति इति परन्तु न भवति किमर्थमिति इको एनचि इत्यस्य अन्तरङ्कारमिति कृत्वा स्यु इति भवति अनन्तरं सार्वत्रकर्तव्यतिरेण स्यो इति भवति इति आसीत् परन्तु यदा वयं तत्र तत्रापि तदेव तत्र एव पुनः पठित्वा वदामि परन्तु यदा एतावत् वयं किं कुत्रापि यदा पठितवन्तः तत्र इको एनचि प्रबाध्य सार्वधातुक अर्धधातुकयोः इको एनचि प्रबाध्य पुकन्तलघुपदस्य च तादृशमेव कार्यं भवति किल तत्र शिवयोग न इति आसीत् शिवयोग न इति अस्ति चोः चूडणादि कैचित् ऊकारः भवति सि उ इति भवति अनन्तरं न इति अस्ति इदानीं तु किमर्थं तत्र कस्य सूत्रस्य प्रसक्तिः भवति पुगन्तरघुवचित् भवति वा इति अथवा इको एनचित्तस्य प्रायः तत्र अन्तरङ्गं बहिरङ्गम् इत्यस्य प्रदर्शनार्थं तादृशं स्वीकृतवन्तः प्रायः तदेव कार्यं भवति भगिनि तत्र यकार एव भवति यण्सन्धिः एव भवति परशास्त्रमस्ति सार्वधातुकार्धातुक इत्यनेन परशास्त्रमस्ति अनन्तरं तत् तस्य बलवत् अतः प्रथमं द्रष्टव्यं सि सकार इकार उकार अस्ति पुगन्तगुति इत्यनेन सो भवेत् परन्तु न भवति इति तेन दत्तमस्ति अत्र अतः स्यो इति यकारः भवति स्यो न इति भवति अनन्तरं अस्तु, तत् पश्यामि, दृष्ट्वा पठनं पुनः एकवारं पठित्वा. भवतः वर्गस्य कृते आवश्यकं वा? आम् आवश्यकमस्ति, मम इदानीं न ततः पर्यन्तं न गतवान् आसीत् अस्ति, परन्तु तदस्ति मम मनसि अस्ति. परन्तु अन्तरङ्गस्य अहम् इदं चिन्तितवान् अन्तरङ्गमस्ति, यद्यपि अङ्गकार्यमस्ति चेदपि अन्तरङ्गशास्त्रं बहिरङ्गशास्त्रस्य अन्तरङ्गशास्त्रमेव बलवत्तम् इति अहं चिन्तितवान्, परन्तु सर्वदा चिन्तनमेव सन्धिकार्ये न पूर्व पर नित्य अन्तरङ्ग अपवाद उत्तरोत्तर बलीयः किल सर्वदा नास्ति चेत् तत्र अङ्गकार्यमेव आम् सर्वदा तादृशमेव चिन्तितवान् पूर्वं, परन्तु अत्र दृष्ट्वा मम भ्रमः अभवत् किमर्थं तत्र तादृश भवति इति. न भवति चेत् तदपि चिन्तयतु महोदय, यदा अङ्गकार्यं बलवत् न भवति, सन्धिकार्यमेव सर्वत्र भवति चेत् तत्र वयम् अङ्गनिर्माणमेव कर्तुं न शक्नुमः किल. न तदस्ति अत्र स्योन इत्यस्मिन् किमर्थं न अभवत् गुणः इति अहं चिन्तितवान् पुगन्तगुरुचिन्तितवान् तस्य किमर्थम् इकोयनक् इत्यस्य तत्र अस्ति भगिनि, तत्र स्योन इत्यस्य किञ्चित् मम कृते तत्र अवश्यं पश्यामि, नास्ति अहं पश्यामि, कुत्रापि नोट्स् अपि लिखित्वा स्थापितवती वा इति अपि पश्यामि. अग्रे सरामः. श्रीवल्ली भगिनी कियत् पर्यन्तं पठितवती? अग्रिममपि पठतु भगिनि. षकारः योगः सकारः. षकारस्य ककारादेशः भवति षडोः कः से इति सूत्रेण, अनन्तरं षकारस्य षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण. उदाहरणं दत्तमस्ति चरीकश्, चरीकश् योगः से मुद्रा टैपो मुद्रा सरि चरीकर्क् योगः से चरीकर्क्षि इति रूपं भवति. शकारस्य स्थाने ककारः प्रथमम्, अनन्तरम् आदेशप्रत्ययोः इन्कोः सकारस्य स्थाने शकारः भवति. ककारशकारयोः योगः क्ष इति भवति वर्णमेलनं चरीकक्षि. सकारयोगः सकारः दन्त्यसकारयोगः सकारः प्रथमं सार्वधातुके सकारे परे न किमपि अस्ति इति चकास्योगः सि चकासि. आर्धधातुके सकारे परे पूर्वसकारस्य सकारादेशः भवति. सः स्याः आर्धधातुके वस् योगः स्यति पूर्वसकारस्य स्थाने तकारः आदेशः भवति. वत् योगः स्यति वत्स्यति इति रूपं भवति. समीचीनम्. अतः अर्धधातुकप्रत्ययः अस्ति चेदेव कार्यं वत्स्यति इति रूपं भवति, अथवा न केवलं वर्णमेलनं सार्वधातुकप्रत्ययः अस्ति चेत्. समीचीनं भगिनि, धन्यवादः. अरुणा भगिनी हकारान्त पठति वा? आं भगिनि, हकारान्त योगः तकारप्रत्ययपरे च आदेशः डकारः. हकारस्य डकारः होडः इति सूत्रेण भवति. तदनन्तरं तथयोः धकार आदेशः भवति यस्तथोर्धोर्धः इति सूत्रेण. धकारस्य स्टुत्वेन ठकारः स्टु न स्टुः इति सूत्रेण. पूर्वडकारस्य लोपः डोढे लोपः इति सूत्रेण. अत्र उदाहरणं दत्तं लिह् धातुः अकारान्तधातुः अस्ति. लिह् योगः ति तकारप्रत्ययः. प्रथमं टिप् अस्ति ततः गुणः भवति इकार इयन्त वर्णस्य. लेह् योगः ति होडः इति सूत्रेण लेढ् योगः ति. तदनन्तरं जस्तथोधः इति सूत्रेण तकारस्थाने धी आगच्छति लेड् योगः धि. चुनाष्टुः इति सूत्रेण लोड् योगः ढि. ढौडे लोपः इति सूत्रेण लेढि इति रूपं निष्पन्नं भवति. सम्यक्. अग्रे भगिनि. तदनन्तरं धातुः अत्र गा किम् अर्थमस्ति भगिनि? दकारादि धातुः अस्ति चेत् हकारस्थाने घकार आगच्छति. धातोर्घः इति सूत्रेण तर्हि हकारस्य घकारः जस्तथोर्धो दः इति सूत्रेण तय ततयोः धकारादेशः जलां झष् झषि इति सूत्रेण घकारस्य झस्त्वेन गः भवति. उदाहरणं दुः धातुः अस्ति. दुः युगहत्ते प्रथमं दाधेर्धातोर्धः इति सूत्रेण हकारस्थाने घकार आगच्छति. तदनन्तरं धुग् युगहत्ते जष्टथोर्धोर्धः इति सूत्रेण पकारस्ते अत्र पकारस्थाने धे धा आगच्छति. धुग् योः धे जलां झष् झषि इति सूत्रे दुग्धे इति रूपं भवति. दोग् किल भगिनि? दोग् एव उक्तवती किल? दोग् भगिनि किमत्र भगिनि गुणः नास्ति ते इति. दुग् इत्यत्र दुःख इत्यत्र आत्मनेपदे अपि अस्ति भगिनि, तथा गुणः न भवति. आं, परन्तु अत्र स्यति एव दत्तमस्ति किल. दुः योगः स्यति सकारादिप्रत्ययः भगिनि. भवती कुत्र पश्यति? अग्रिमं पश्यति वा? अग्रं एतत् किञ्चित् पूर्वं सकारादिप्रत्ययः. सूत्राणि सम्यक् एव, दादेर्धातोर्गः एकाचो बशो बश् सर्वं, परन्तु स्यति इति प्रत्ययः पूर्वस्मिन् यदा तकारादि वदति किल तस्मात् एव पूर्वम् अस्ति तकारादि. तत्र हकार तद् स्तम्भद्वयं प्रायः पूर्वम्. प्राप्तं वा भगिनि? न प्राप्तं. तकारादि थकारादि तस्मात् पूर्वं हकार हकार सकार प्रथम प्रथम प्राप्तं हायो या हकारस्य दकहोडः इति सूत्रेण दुः दकारादि धातुः हकार दुः योगः स्यात् अस्ति. ततः दोः भवति अर्धजातिकप्रत्ययः, ततः गुणः भवति दोः योगः स्यात्. तदनन्तरं हकारस्थाने घकार आगच्छति दाधेर्धातो घः इति सूत्रेण. तदनन्तरं एकाचो बश् भगिनि तदेव धकार धकारस्थाने महाप्राणधकार आगच्छति धोग् योगः स्याति सति. खरिच्छा इति सूत्रेण धोक् योगः स्यति आदेशप्रत्ययो इति न खरिच इति सूत्रेण प्रथमम् आदेशप्रत्ययोः अनन्तरं करिच तद् आर्डर् किञ्चित् आदेशप्रत्ययो रूपेण षकारश्चे तदनन्तरं करिच इति सूत्रेण ककार आगच्छति दोच्छति इति रूपनिष्पन्नं भवति. सम्यक्. अग्रे भगिनि. ककार दुः मुः स्नुः. दुः मुः स्नुः स्निः अत्र अत्रापि अहं नावगतं भगिनि तत् सूत्रं. तत्र येषां धातूनां तत् पठतु भगिनि, तत्र सूत्रस्य विवरणमेव कार्यम् इति भागे अस्ति. येषां धातूनां धातूनां प्रथमं गुणः भवति, तदनन्तरं हकारस्थाने घकारः आगच्छति, तदनन्तरं प्रथमम् आदेशप्रत्ययोः अनन्तरं षकारः आगच्छति सकारस्थाने, खरिचैतसूत्रेण ककारः आगच्छति, मोक्ष्यति इति रूपनिष्पन्नं भवति. सम्यक्. यदा तत्र वा दृहमुह स्नुह स्निहा इति सूत्रेण विकल्पेन मोक्ष्यति इति रूपम्, अन्यस्मिन् पक्षे किं भवति? तत्रैव तत्रैव प्रदर्शितं होडः. ओ ओ ओके. हकारस्थाने धकारः आगच्छति होडः इति सूत्रेण. मोह् व्यवहस्यति, मोड् व्यवहस्यति, आदेशप्रत्ययो वदन षकार, तदनन्तरं षोडो हसि इति सूत्रेण ककार आदेशः भवति, मोक् योगस्यति, मोक्ष्यति इति रूपं निष्पन्नं भवति. सम्यक्. अतः होडः इति सामान्यं, दादेर्धातोर्गः इति विशेषसूत्रं, वा दृहमुह स्नुह स्निहाम् इति विकल्पेन रूपं भवति. विकल्पे यत्र यत्र यत्र होडः इति भवति तत्र सका सी प्रत्ययः परः अस्ति चेत् षडोः कः सि इत्यनेन तत्र ककारः आदेशः भवति. यदा ककारः आदेशः भवति आदेशप्रत्ययः. सम्यक. आम् समानरूपमेव भवति, परन्तु सूत्रद्वयं स्नुः स्निः इत्यस्मिन् अपि तदेव भवति खलु. न, किञ्चित् भेदः आसीत् इति प्रायः यदा वयं वर्गे दृष्टवन्तः तत्र प्रायः सर्वदा इति न, यदा भेदः भवति कुत्रचित् भेदः तु भवति एव सूत्रसङ्ख्या एव. कार्यं तु हकारस्य घकारः भवति, होडः इत्यनेन डकारः एव भवति किल, चत्वं सत्वं भवति चेत् समानरूपम् अन्ते अन्य षडोकः इत्यनेन भूत्वा तत्र मोक्षति इति अन्ते भवति एव, ककारः भवति एव, अतः हकारस्य द्वये अपि आम् स्नुः इत्यत्र अत्रापि हकारस्य स्नोग् तत्रापि तदेव भवति आदेशप्रत्ययोः कारणं किल, स्नोक्ष्यति स्निक्ष्यति एव वा स्निह् ईकारः स्नेह आम् समानरूपमेव आगच्छति. किमर्थं सूत्रद्वयम् अन्यत्र कुत्र भवेत् वा प्रायः भवेत् आम् चिन्तितवन्तः. आम् अन्यत्र सकारादिप्रत्यये परे अपि किल भवति, अत्र नास्ति सकारादिप्रत्यये परे किमपि नास्ति, प्रायः तकारादि धकारादिप्रत्यये परे अन्यकार्यं भवति, विकल्पेन भवति भगिनि ककारः, परन्तु रूपं समानम् आगच्छति किल. रूपं समानं पश्यामः अग्रे आगच्छति वा इति. अस्तु, अरुणा भगिनी समापयति वा. हकारस्य स्थाने नूतनसूत्रमस्ति नहो धः इति सूत्रेण, हकारस्थाने धकारः आगच्छति, धकारादेश तस्य चत्वे करिच इति सूत्रेण ठकारः आगच्छति, नत्स्यति इति रूपनिष्पदं भवति. धकारस्थाने धकार एव नह धातोः एव विशिष्टसूत्रं नहोदः इति सूत्रं सर्वत्र आगच्छति. समीचीनं, धन्यवादः भगिनी. धन्यवादः. विजया भगिनी सङ्ग्रहः पठति वा. आं भगिनि, अयं सङ्ग्रहः पूर्ववर्णाः आदेशः. पूर्ववर्णाः गकारः जकारः दकारः बकारः, ततयोः दकार आदेशः पूर्वस्य जस्त्वं भवति. अनन्तरं डकारः अस्ति चेत् ततयोः दकार आदेशः श्रुत्वं दलोपः अपि भवति. अनन्तरं व्रच्छादिसूत्रे पठितः धातवः चकारः कुत्र पठति भगिनी भवती? अयं सङ्ग्रहः पूर्ववर्णः आदेशः इति लिखितमस्ति किल? अत्र यदा वयं भिन्नः रूपेण अस्ति वा? न, पुटसङ्ख्या 5 आफ्टर् दिस् नख धातोः एव आगच्छति खलु भगिनि? अयं सङ्ग्रहः पूर्ववर्णः आदेशः इति अस्ति किल कालम्? एतदेव अयं पठामि भगिनि, समीचीनमेव. परन्तु पुटसङ्ख्या 3 इति 3 एव मम पी डि एफ् मध्ये. ख ख ग घ च च ज ज ध ध ध श ष ह आदेशः ख इति आगच्छति वा? अयं सङ्ग्रहः इति यदा अरुणा भगिनी पठितवती तस्मात् अनन्तरमेव. अस्तु, भवती अन्वेषणं करोतु. महोदय, भवान् पठति वा? भगिनि, एतत् एव वा? पूर्ववर्णः आदेशः तदेव. ख ख ग ग वदतु. छ छ ज ज द श ष ह आदेशः अत्र एतानि वर्णाः आदेशः अत्र ख एव. अनन्तरं ठ ड ड तत्र प्रथमवर्णः टकारः आदेशः भवति. अनन्तरं तत्र दद् तत् स्थाने तकारः. एतत् सर्वं चत्वेन भवति वा भगिनि? चत्वेन करी च ठ ठ ध ध ठ इति करी च ठ ठ ढ ष्टुनाष्टुः. अनन्तरं प प ब ब एतत् पकारः आदेशः भवति. मकारः नकारः स्थाने अनुस्वारः. यकारवकारयोः लोपः भवति. समीचीनमेव भगिनि? आम्, केन सूत्रेण भवति लोपः इदानीं वयं लोपव्योर्वली इति सूत्रेण. सम्यक्, सम्यक्. अनन्तरं रलयोः रल तत्र किमपि नास्ति. अनन्तरं सकारस्य स्थाने सार्धधातुकसकारे न किमपि. आर्धधातुके परे तकारः. सूत्रेण तदपि इदानीं स्यः सः स्यात् सः स्यात् आर्धधातुके. समीचीनम्, अस्तु. अत्र सङ्ग्रहः रूपेण एव यद्वयं पठितवन्तः सूत्रसहितम्, इदानीं कार्यं किम् इति. कवर्गः अस्ति, चवर्गः अस्ति, अनन्तरं ष ष मूर्धन्य ताळव्य, अनन्तरं हकारः अस्ति, अनन्तरं ढकारस्य महाप्राण ढकारः षडोः कहसि इति कारणेन तत्र सर्वत्र ककारादेशः एव भवति. किमपि अन्यकार्यं नास्ति. अन्ते गत्वा वयं तादृशचिन्तनम्. अनन्तरं ठ ठ ढ अस्ति चेत् ष्टुनाष्टुः इति चिन्तनम्. अनन्तरं थ थ ध ध करी च, फ प ब ब करी च पुनः. अनन्तरम् अनुस्वारादेशः तु वयं जानीमः, नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः. अत्र अनुस्वारः एव. अनन्तरं यदा यदा सङ्गं तत्र अनुस्वारस्य ययि परसवर्णः भवति. लोपो व्योर्वलि यकार वकार. रेपः लकारः अस्ति चेत् तत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम्. सकारः अस्ति चेत् स्यः स्यात् सार्वधातुके इति. आर्धधातुकप्रत्ययः अस्ति चेदेव कार्यं. सार्वधातुकः अस्ति चेत् किमपि कार्यं नास्ति. सर्वत्र आदेशप्रत्ययोः इत्यस्य कार्यमपि भवति इति मनसि भवेत्. अत्र संक्षिप्तरूपेण दत्तं, वयं तु पूर्णतया निर्माणं कृतवन्तः. अस्तु, अग्रे सरामः. भगिनी भवती एव पठतु तकारादि तकारादिप्रत्ययोः परयोः. विजया भगिनि. पठामि भगिनि. तत्र तकारादिप्रत्ययोः परयोः सन्धिकार्याणि. पूर्ववर्णः आदेशः. ककारः योगः तकारः प्रथमवर्णः द्वितीयवर्णः अस्ति चेत् तत्र ककारस्य चत्वं ककारः एव भवति. करिच इति सूत्रेण शक् योगकर्ता शक्ता इति भवति. अनन्तरं ककार द्वितीयवर्णः अस्ति चेत् तत्र तादृशमेव, परन्तु तत्र अपि करिष इति सूत्रेण लेलेक् इति अस्ति चेत् योगः लेलेक् योगः इति लेलेक् करिचय इति सूत्रेण प्रथमवर्णः आगच्छति, अनन्तरं ति अस्ति, ति प्रत्ययमस्ति, लेलेक् ति, तत्र किमपि नास्ति, वर्णमेलनमेव. अनन्तरं गकारः अस्ति चेत् तात अन्त परे अस्ति चेत् तत्र गकारस्य छत्वं गकारः तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति करिचय इति सूत्रेण. तात्वङ्ग् योगः ति, तात्वङ्क् इति प्रथमवर्णः आगच्छति तृतीयवर्णस्य स्थाने. अनन्तरं योगः ति अस्ति चेत् तत्र तात्वङ्क्ति इति भवति. अनन्तरं चतुर्थवर्णः गकारः अस्ति चेत् तत्र तातयोजनेन चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति. अनन्तरं द्वितीयवर्णस्य स्थाने दकारः चतुर्थवर्णः आगच्छति. ततयोः दकारादेशः गकारस्य जस्त्वेन गकारः भवति. जशस्ततोर्दोर्तः इति सूत्रेण तत्र जा जग् भवति, जा गग् भवति. ति योजनेन जा जग् जा गग् योगः दि, जा जग् दि इति चतुर्थवर्णस्य स्थाने तृतीयवर्णः जलं जशोन् ते इति सूत्रेण जा जग् दि इति भवति. अनन्तरं चकारः अस्ति, चकारयोग प्रथमवर्णः द्वितीयवर्णः तकार तकारः, शकारः अस्ति चेत् शकारयोगः टकार ठकार, वृक्षधातोः षत्वं भवति, तदयोः स्तुत्वं भवति. व्रच्छ व्रच्छ इति सूत्रेण व्रच्छयोगकता इत्युक्ते व्रश् योगकता भवति. अनन्तरं स्टुनाष्टुः इति सूत्रेण व्रष्टा इति भवति. ककारः योगः तकार तकार, अन्येषां चकाराणां चकारान्तानां कुत्वेन ककारः भवति. चोः कुः इति सूत्रेण पच् धातोः प्रथमवर्णस्य स्थाने कुः इति चोः कुः इति सूत्रेण ता योजनेन पक्ता इति भवति. चकारः योगः त प्रथमवर्णः तकार दकारः. अनन्तरं शकारः योगः टकारः ठकारः, तुक् सहितः चकारस्य षत्वं, तदा षत्वं ततयोः स्तुत्वम् इति भवति. चोः स्टूडाननोसिके इति सूत्रेण तत्र प्रच् भवति चेत् प्रच् योगः ता, प्रश् योगः ता इति भवति. प्रश् ब्रच् इति सूत्रेण चकारस्थाने शकारः आदेशः भवति. प्रश् योगः ता, अनन्तरं तत्र स्टुनास्टुः इति सूत्रेण प्रष्टा इति भवति. ख योगः ता थ तुक् सहित. एकनिमिषं भगिनी, क्षम्यताम्, एकनिमिषं. तत्र यद्यपि तत्र न प्रदर्शितं तदापि तत्र श्वोः षूडनुनासिके च इत्यस्य कार्यं भवति. तुक् सहितचकारः वयं पठितवन्तः पाठे, प्रायः अत्र न प्रदर्शितं. तत्र प्रच् प्रच् योगः ता, तत्र श्वोः षूडनुनासिके च इत्यनेन तालव्यषकारः, अनन्तरं रश्च ब्रश्च इत्यनेन मूर्धन्यषकारः, अनन्तरं प्रष्टा इति रूपं ष्टुनाष्टुः. तदपि कृपया योजयतु, तत्र श्वोः षूडनुनासिके च इत्यस्य कार्यम् अवश्यमस्ति, अनन्तरमेव ब्रश्च ब्रश्च इत्यस्य कार्यं. रूपं तु समानम् आगच्छति, परन्तु प्रक्रिया इति यदा वदामः तद् भवति. अनन्तरम् अन्यत् एकमासीत् व्रश्च धातुः, चकारः थ थ इति अस्ति, तत्र व्रश्च धातोः षत्वं ततयोः स्तुत्वं, तत्रापि स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यमस्ति. व्रश्च तत् पूर्वं सकारः आसीत् इति कृत्वा तस्य लोपः, तत्सर्वं मनसि भवेत्. यदा वयं तत्र पठितवन्तः तस्य कार्यम् अस्ति, अनन्तरमेव व्रश्च ब्रश्च इत्यनेन चकारस्य स्थाने शकारादेशः, अनन्तरं ष्टुनाष्टुः. जशस्ततोर्दोर्दः इति यदा दृष्टवन्तः तत्रापि करीच इत्यस्य प्रसक्तिः तु अस्ति, तकारः तु कर्वर्णः, तत्रापि जशन्तः अस्ति, अतः तत्रापि करीच इत्यस्य प्रसक्तिः अस्ति, परन्तु सूत्रसङ्ख्यादृष्ट्या तत्र जशस्ततोर्दोर्दः इत्यस्य कार्यं पूर्वसूत्रं. जशस्ततोर्दोर्दः 8 to 40 वा 8-4 करीच अतः तस्य एव कार्यं भवति चषस्वतोर्धोर्धः इत्यस्य कार्यं करीच इत्यस्य असिद्धत्वं तत्र तत्र यदि सर्वं संक्षिप्तरूपेण दत्तम् अस्ति परन्तु यदा वयम् अस्माकं डाक्युमेण्ट् वा पाठः वा पश्यामः चेत् तत्र सूत्रसङ्ख्या अस्ति किल तद् बहु मुख्यम् अस्ति अस्तु भगिनि पठतु क्षम्यताम् अद्य अनन्तरं ककारः योगः तत् तुक् सहित तुक् रहित चकारस्य कुत्वं भवति ककारस्य चत्वेन ककारः चोः कुः इति सूत्रेण तत्र वा व्रच् इति भवति वा वाञ्च् इति भवति वा वाञ्च् योगः ति तत्र वा वाङ्क् इति भवति चकारस्य स्थाने ककारः चोः कुः इति सूत्रेण वा वाङ्क् योगः ति कुत्र अन्यत् किमपि अस्ति वा मम पी डि एफ् मध्ये किमपि अन्यत् अस्ति कुत्र तदेव अस्ति भगिनि अत्र वेब्सैट् मध्ये तदेव वावाञ्च् तदेव अस्ति वा ओ प्रायः मम पूर्वमासीत् अतः मुद्रणम् अस्तु भगिनि पठतु वावाङ्क् योगः ति तत्र करिचे इति सूत्रेण द्वितीय ककारस्य स्थाने प्रथमवर्णः करिचे इति सूत्रेण आगच्छति वावाङ्क् योगः ति तत्र वर्णमेलनमेव वावाङ्क् ति इति अनन्तरं जकारः योगः तकार ठकारः षकार योगः टकार ठकारः व्रच्छादिगणे पठितानां षत्वमस्ति अत्र व्रच्छ व्रच्छ इति चषां शः इति सूत्रेण यज् इति अस्ति चेत् तत्र व्रच्छ व्रच्छ इति सूत्रेण जकारस्य स्थाने षकारः आगच्छति तत्र यश् योगः अता इति आगच्छति अनन्तरं तथयोगः स्तुत्वम् इति स्तुणासुः इति सूत्रेण यष्टा इति अन्तिमरूपं निष्पन्नं सम्यक् यष्टा इति रूपम् आगच्छति धन्यवादः भगिनि महोदय भवान् पठति वा इदानीं ककारयोग तदेव खलु ककारयोग तथा इति प्रत्ययनं तकारादि तकारादि अन्येषां धातूनां जकारस्य कुत्वेन गः तस्य चत्वेन ककारः अन्येषां धातूनाम् अस्तु जातनं चोः कुः इत्यनेन ककारः भवति अस्तु ककार अनन्तरं कु करिच इत्यनेन तत्र यथा त्यज्योग ता इति अस्ति त्यग् इति भवति चोः कुः इत्यनेन त्यक्ता अनन्तरं ता इति अत्र चत्वं भवति चलि करिचैतन्येन च क्षम्यतां करिचैतन्येन चत्वं भवति त्यक्ता इति ककारस्य स्थाने अत्र द्वितीयबिन्दुः सामान्यं प्रथमबिन्दुः विशिष्टं सामान्यतया चोहोकुः वृश्चादिगणे अस्ति चेत् विशिष्टं समीचीनम् अग्रे महोदय योग तथा इदानीं झकार जश्वर्ण अस्ति अतः ततोः धकारदेशः भवति जशस्ततो धोर्धः इत्यनेन यथा जाझर्च् योग ति इति अस्ति अत्र जाझर्च् योग ति इत्यनेन तकारस्य धकारदेशः भवति अथवा जाझर्धि इति अस्ति जाझर्धि इदानीम् अनन्तरं चोः कुः इत्यस्य इदानीं झकारस्थाने कुत्वं भवति झकारस्थाने ककारः अनन्तरं जलां जशि एव प्रथमं भवति प्रथमम् आमां चोः कुः इति घकारः भवति अनन्तरं तस्य जस्त्वं भवति जलां जशि इत्यनेन पदान्ते नास्ति इति कृत्वा जशि तद् किञ्चित् यत्र यत्र सूत्रसङ्ख्या क्रमेण नास्ति कृपया किञ्चित् कुर्वन्तु चोः कुः 8-30 चषस्ततोर्धोर्धः 40 अतः चोः कुः इत्यस्य कार्यमेव प्रथमम् तकार तकारयोग तकारादि अथवा तकारादि इदानीं टकार टकार अस्ति अतः तत्र ष्टुत्वं भवति ततोः तत्र ष्टुत्वं भवति अतः टट इति भवति अनन्तरं नानट्ति नानट्टि इति रूपमस्ति अग्रे टकारस्य किं भवति इति ष्टुत्वं भवति अनन्तरं यथा आवश्यकं तत्र करिचैत्यनेन तत्र यथा अत्र लोलुण्ट् योगति लोलुण्ट् योगति अत्र टकारस्य टकारः भवति लोलुण्ट् ति अनन्तरं करिचैत्यनेन लोलुण्टि इति टि इति ह्रस्व टकारः शृणाष्टुः सूत्रसङ्ख्या किं महोदय प्रथमं भगिनि तत्र शृणाष्टुः करिचैति अनन्तरं भवति तृतीयपादे चिन्तयामि 41 करिच करिच अनन्तरं सूत्रमस्ति 55 अस्तु तृतीय सम्यक् सम्यक् एव अस्ति आम् अग्रे डकार डकार अपि च तकार अथवा तकाराधिपत्यम् अस्ति चेत् अत्रापि ष्टुत्वं भवति डकारस्य सोरि तकारस्य टकार ठकारस्य ठकार भवति यथा जागण्ड् योग टि अस्ति इदानीं जागण्ड् योग टि इति भवति अनन्तरं डकारस्य चत्वेन टकारः भवति खरिचैत्यनेन तत्र जागण्टि इति डकारस्य टकारः भवति अग्रे ढकारः योग तकार थकाराधिपत्यम् अस्ति इदानीं डकारः भवति एकवारं तत्र किं भवति ततोः डकारादेशः भवति अस्तु डकारः अस्ति जश्वर्ण अस्ति अतः जशस्ततोर्धोधः इत्यनेन तत्र यथा लेड् योगर्था लेड् योगर्था इति अस्ति लेड् योगर्था इति भवति लेड् योगर्था इदानीं टकार दकार टकार टवर्ग दवर्ग अस्ति अतः अष्टुत्वस्य प्रसक्ति इष्टुनाष्टु इत्यनेन लेढ् योगढा इति अस्ति अनन्तरं डोढे लोपः इत्यनेन टकारस्य लोपः अनन्तरं लेढा इति एव भवति दीर्घ अस्ति अतः अणः नास्ति अत्र लेढा एव किमपि कार्यं नास्ति अनन्तरं डोढे लोप अनन्तरं ड्रलोपे प्रायः अस्ति चेत् तत्र अण्वर्णः अस्ति चेत् एव तत्र दीर्घः भवति अत्र एव दीर्घः स्वर आदौ एव अस्ति अतः किमपि कार्यं नास्ति लेढा इति एव आम् सम्यक् आम् अतः डकारादिप्रत्ययः क्षम्यतां कवर्गः चवर्गः अभवत् टवर्गः अपि अभवत् तवर्गः अपि पठतु महोदय अनन्तरं भगिनि अस्तु इदानीं तवर्ग तकार तकारान्त योग तकार तकारादिपत्यम् अस्ति चेत् केवलं चत्वं यथा करीचा इत्यनेन चत्वं यथा चाचत् योगति चाचत्ति इति अत्र किमपि नास्ति थकार अस्ति चेत् मामन्थ् योगति अस्ति अत्र थकारस्य चत्वेन करीचति सूत्रेण मामन्ति इति रूपं दकार दकारयोग तथा इत्यस्ति इदानीं ह्रस्वदकार दकारस्य चत्वेन तकारः भवति करिचिति सूत्रेण कर्व कर् करि अस्ति तकार तकारः यथा अद् योगति अत्ति इति भवति इदानीं धकार अस्ति चेत् किं भवति इति अत्रापि धकार अस्ति चेत् जश्वर्ण अस्ति अतः जशस्ततो दोधः इत्यनेन धकारादेशः भवति तकार तकार तकारयोः अनन्तरं जलां जष्टसि इत्यनेन जस्त्वं यथा क्रोध योगर्था इति अस्ति जश्वर्ण अस्ति तकार तकार अस्ति जशस्ततो दोधः इत्यनेन जलिपदार्थे वा जलि वा किं भगिनि तत्र निमित्तं तकार दकारयोः परे तस्यैव क्रोद्धा इति भवति जलादशित्यनेन क्रोद्धा इति अग्रे. अतः एव यदा वयम् अग्रे पठितवन्तः जषस्ततोर्धोर्धः इत्यस्य प्रसक्तिः एव न आगच्छति. यदा सकारादिप्रत्यये परे वा धकारादिप्रत्यये परे वा तस्य प्रसक्तिः न एव आसीत्. तथा तकारः तकारः अस्ति चेदेव जषस्ततोर्धोर्धः इत्यस्य प्रसक्तिः. तदेव निमित्तमस्ति, तदेव निमित्तमस्ति. आम् आम्, तत्र एव तस्य कार्यम्, अन्यत्र किमपि कुत्रापि नास्ति. अस्तु महोदय, धन्यवादः. तत्र पुनः श्रीवल्ली भगिनी पवर्गः पठति वा? भगिनी श्रीवल्ली भगिनी अस्ति वा? गतवती. ओ, गतवती वा? अस्तु, अरुणा भगिनी पठति. न श्रूयते, आडियो किमपि? आडियो नास्ति, नास्ति आडियो क्लेशः अस्ति. ओ अस्तु अस्तु, अरुणा भगिनी पठतु भगिनि. पकारयोः तकार तथा तथार तदेव पकारस्य खरिचैतसूत्रेण पकारस्य पकार आगे अस्ति. तप् योगः तप्ता इति रूपं निष्पन्नं भवति. फकारः प्रणास्ति चेत् खरिचैतसूत्रेण फकारस्थाने फकार आगच्छति. उदाहरणमस्ति जो गुम्प् योहति जो गुम्ति निष्पन्नं भवति. बकार अस्ति चेत् तत्रापि खरिचैतसूत्रेण बकारस्थाने पकार आगच्छति. लालम्ब् योहति लालम्पि इति रूपं. भकार अस्ति चेत् तथयोः दकारादेशः जस्तचोद्धौर्धः इति सूत्रेण तकारस्थाने धकार आगच्छति. बकारस्य जस्त्वेन जलां जश्चषि इत्युक्ते लब् बकार भवति. लब् योगः त लब् योगः ध जलां जश्चषि इति सूत्रेण लब् ध इति उक्तं श्रवणं भवति. तथा यकार अस्ति चेत् यकारस्य लोपः लोपो विवर्वलितसूत्रेण उदाहरणं जहाय जाहय योगति जाहति इति रूपं. रेफ अस्ति चेत् किं कार्यमपि नास्ति. जागर् योगति जागर्ति. लकार अस्ति अत्रापि कोऽपि कार्यं नास्ति. पम्फुल् योगति पम्पीर्ति पम्पीर्ति. वयं वतं सूत्रं पठितवन्तः. अत्र मकार अस्ति किमत्र पठितवन्तः. वकार अस्ति चेत् अत्रापि लोपोपयोर्वदितसूत्रे वकारस्य लोपः भवति. शकार अस्ति वश व्रश्च सृज इति सूत्रेण शकारादेशः भवति. उदाहरणं क्रोश् योगता क्रोश् योगता. अत सृनाश्चुः सूत्रेण क्रोष्ठा इति भवति क्रोष्ठा भवति. शकार अस्ति चेत् अत्रापि सृनाश्चुः इति सूत्रेण शकार आगच्छति तकार शकार आगच्छति. चरिकर्ष भवति चरिकष्टि इति रूपं निशरं भवति. सकार अस्ति चेत् किमपि कार्यं न चकाश् यो अस्ति चकष्टि इति रूपं निष्पन्नं भवति. समीचीनं. अस्तु, भवती एव तत्र हकारः पठतु भगिनि. धन्यवादः. सकारपर्यन्तम् अभवत्, हकारान्त समापयामः. आम्, हकारयोः तकार तकारः आदेशः ढकारः भवति. प्रथमं होडः इत्यनेन हकारस्य स्थाने ढहकारः भवति. अनन्तरं जशस्ततुर्धोधः इत्यनेन तकारादेशः भवति. ष्टुनाष्टुः इत्यनेन डकारस्य ष्टुत्वेन ढकारः भवति, अनन्तरं डोडे लोपः इत्यनेन पूर्वडकारस्य लोपः भवति. उदाहरणं लिह् योगः लिह् लेह् भवति, लेह् योगः ति. होडः इत्यनेन लेढ् भवति, अनन्तरं जशस्ततोर्धूतः लेढ् योगः धि भवति. स्तृणास्तुः इत्यनेन लेढ् योगः ढि. ढोढे लोपः पूर्वडकारस्य लोपः भवति, लेढि इति रूपं भवति. अत्रापि हकारस्य आम् अण् अण् वर्णः नास्ति, ए अस्ति. आम् आदेशः गकारः ढकारः इति दादे धूतो दः घः इत्यनेन हकारस्य स्थाने घकारः भवति. इति यदि धातुः दकारादिः तर्हि हकारस्य गकारः तत्पुः गकारादेशः गकारस्य जस्त्वेन गः. धातुः दकारादि अस्ति, हकारः दकारादि हकार अन्त्यधातुः. दादे धातु दः दुः इति उदाहरणं दुः योगः ते, हकारस्य स्थाने ककारः भवति. अनन्तरं जशस्ततोर्दोधः इत्यनेन दुःख योगः तकारस्य स्थाने धकारः भवति. अनन्तरं जलां जश्जशि इत्यनेन दुःख ककारस्य स्थाने गकारः भवति, दुग्धे इति रूपं भवति. अनन्तरं ककारः प्लस् थकारः सो दुः मुह् स्नुः स्निः येषां धातूनां हकारस्य विकल्पेन गकारः. तथयोः तकारादेशः ककारस्य जस्त्वेन गः. त्रीणि सूत्राणि. प्रथमं वा दृह मुह स्नुह स्निहाम् इति एत हकारस्य स्थाने विकल्पेन ककारः भवति. दुः दृह् इति धातुः, द्रोः अङ्गं भवति, द्रोः योगः ता, हकारस्य स्थाने ककारः भवति. वा दृहमुहश्नुहश्निहाम् इत्यनेन. अनन्तरं जशस्ततोर्धोः धः इति द्रोघ् योगः ध. अनन्तरं जलां जश्चषि इत्यनेन द्रोग्ध. पक्षे आप्शनल् पक्षे हकारस्य डकारः, अनन्तरं ततयोः धकारादेशः, अनन्तरं धकारस्य ष्टुत्वेन ढकारः, अनन्तरं पूर्वढकारस्य लोपः भवति. आम् होढः इत्यनेन दृह् इति द्रोः भवति अङ्गं. द्रोः योगः ता, प्रथमं होढः इत्यनेन द्रोढ् योगः ता भवति. जशस्ततोर्धूतः इत्यनेन तकारस्य स्थाने धकारः भवति, द्रोढ् योगः ध. अनन्तरं स्थुनाष्टुः इत्यनेन धकारस्य स्थाने ढकः भवति, द्रोढ् योगः ढ. अनन्तरं पूर्वटकारस्य लोपः भवति, डोडे लोपः इत्यनेन रूपं भवति द्रोढ. अतः भिन्नरूपाणि अपि भवति किल, सकारादिप्रत्ययपरे रूपाणि. आं भगिनि, सकारादिप्रत्ययपरे रूपाणि समानम्, अत्र भिन्नमस्ति. धकारः योगः धकारः नः धातुः, हकारस्य धकारादेशः, तथयोः धकारादेशः पूर्वधकारस्य जस्त्वेन दः. प्रथमं नः धातुः, नः योगः त, नहो धः इत्यनेन हकारस्य स्थाने तकारः भवति, नद् योगः त. अनन्तरं जशस्ततोर्धूतः इत्यनेन तकारस्य स्थाने तकारः भवति, नद् योगः ध. अनन्तरं जलं जश्चषि तकारस्य स्थाने दकारः भवति, अर्थ इति रूपं भवति. अर्थ इति रूपं, समीचीनम् अस्तु. अत्र अद्य अत्र स्थगयामः. सङ्ग्रहः इति आरभ्य अग्रिम सप्ताहे पठामः, प्रायः अग्रिमसप्ताहे एतत् पाठस्य एषः पाठस्य समापनं भवति एतस्य पाठस्य. अस्तु महोदय, भवतः प्रश्नस्य उत्तरमपि अग्रिमसप्ताहे दास्यामि महोदय. शुभरात्रिः, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.